गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् शब्दः खण्डे स्मः तत्र गते वर्गे अव्यविहितत्वनिवेशः लक्षणवाक्ये लक्षणे आकाङ्क्षा इत्यस्मिन् लक्षणे पदान्तरव्यतिरेकप्रयुक्तं शाब्दबोध अजनकत्वम् इति लक्षितमासीत् तन्न केवलं तावद् वदामश्चेत् न पर्याप्तं तत्र अव्यवहितत्वम् इति पदस्यापि निवेशः करणीयः यदि अव्यवहितत्वम् इति पदस्य निवेशनं कुर्मः तदा सम्पूर्णरीत्या लक्षणवाक्यस्य परिवर्तनं जायते अव्यवहितत्व उत्तरत्वसम्बन्धेन यथा तत्र मेहुल् महोदयेन उक्तम् अव्यहितत्व अव्यवहित उत्तरत्वसम्बन्धेन प्रकृतिपदविशिष्ट प्रत्ययपदत्वं प्रत्ययपदनिष्ठ आकाङ्क्षा एवम् अव्यवहितत्व अव्यवहित पूर्वत्वसम्बन्धेन प्रत्ययपदविशिष्ट प्रकृतिपदत्वं प्रकृतिपदनिष्ठ आकाङ्क्षा इति नूतनलक्षणं भवति इति अस्माभिः चिन्तितं तत्र समन्वयः अपि कृतः मूलकारेण यल्लक्षणम् उक्तम् अपि च इदानीम् अव्यवहितत्वम् इति पदं योजयित्वा यल्लक्षणं परिवर्तितं तयोः मध्ये यद्यपि सम्पूर्णरीत्या तौ ते भिन्ने इति भाति तथापि भिन्नं नास्ति तत्र भेदः नास्ति सर्वं सामञ्जस्यम् एव इति उक्तम् तर्हि इदानीम् अग्रे 318 इत्यस्मिन् पुटे गौरश्व इत्यत्र आकाङ्क्षाभावनिरूपणम् इति उक्तम् तत्र मूलग्रन्थकारेण किम् उदाहरणं दत्तम् इति चेत् एतदेव यथा गौः अश्वः पुरुषः हस्ति इति न प्रमाणम् आकाङ्क्षाविरहात् इति उक्तं तर्हि तस्मिन् उदाहरणे एतल्लक्षणं स्वीकृत्य अत्र समन्वयः क्रियते अस्तु हार्वामे मेहुल् महोदय पठति वा आम् महोदय पठामि गौरश्व इत्यत्र आकाङ्क्षाभावनिरूपणम् आकाङ्क्षाभावः आकाङ्क्षा अभाव वा आकाङ्क्षाभाव वा आकाङ्क्षा अभाव इति मन्ये अस्तु चिन्तयेम अग्रे पठतु अस्तु मूलोक्तम् अनाकाङ्क्षितपदोदाहरणम् अपि इत्थमेव योजनीयम् तत्र हि गौः अश्वः पुरुषः हस्ति इति चत्वारि पदानि एकत्र सन्ति एतेषु नैकमपि स्वनिष्ठकारकबोधाय पदान्तरम् अपेक्षते अश्वपदाभावेऽपि गोनिष्ठं कर्मत्वमिति बोधः गोपद अम्पदाभ्यां भवति एव अश्वपदव्यतिरेकदशायां न गोपदे तर्हि बोधजनकत्वाभावः न तर्हि गोपदम् अश्वपदसापेक्षम् अस्तु अत्र उदाहरणमस्ति गौः अश्वः पुरुषः अस्ति इति मूलोक्त अत्र मूलग्रन्थे तादृश उदाहरणम् उल्लेखितमस्ति तत्तु अनाकाङ्क्षित पद उदाहरणम् इति अस्ति तत्र चत्वारि पदानि एकत्र सन्ति परन्तु अनाकाङ्क्षित इत्युक्ते किम् अनाकाङ्क्षित इत्युक्ते आकाङ्क्षारहित इति कृत्वा आकाङ्क्षा अभावनिरूपणम् इति एव आकाङ्क्षाभाव आकाङ्क्षा अभाव आकाङ्क्षायाः अभावः एव अनाकाङ्क्षा इति कृत्वा अस्तु अग्रे तर्हि चतुर्षु पदेषु न एकमपि स्वनिष्ठकारकबोधाय इत्युक्ते स्वस्य कारकबोधाय अनन्तर अन्यत् पदं न अपेक्षते, एकमपि पदं तादृशं नास्ति यत्र अन्यत् पदस्य आवश्यकता अस्ति स्वस्य पद स्वस्य कारकबोधाय। तर्हि अत्र लिखितमस्ति अस्त अत्र अश्वः इति अस्ति, गौः इति अस्ति, पुरुषः अपि च हस्ति इति अस्ति। तर्हि अश्वपदः नास्ति चेत्, गौः इति एव अस्ति चेत्, तर्हि गोनिष्ठं कर्मत्वम् इति बोधः। यदा यद्यपि अश्वः इति पदं नास्ति चेत् तथापि गौः इत्यनेन गोनिष्ठकर्मत्वस्य बोधः तु जायते एव। तथैव अग्रे गोपद अङ्पदाभ्यां भवति एव। तर्हि अत्र महोदय अत्र इतोपि भवता किञ्चित् चिन्तनीयमस्ति। वस्तुतः अत्र गौः अश्वः पुरुषः हस्ति इत्यत्र विभक्तिवचनं किम् इति वदतु एकवारम्। गो इति प्रातिपदिकं, तस्मात् अहं चिन्तयामि अत्र गौः इति द्वितीया एकवचनं वा इति नास्ति। गौः गावौ गावः, गां गावौ गावः, गवा गोभ्यां गोभिः, गवे गोभ्यां गोभ्यः, गोः गोभ्यां गोभ्यः, गोः गवोः गवां गवि गवोः गोषु इति गोशब्दः। अस्तु तर्हि अत्र गौः इति प्रथमाविभक्ति एकवचनमेव, अश्वः इति अपि प्रथमाविभक्ति एकवचनमेव, पुरुषः हस्ति इति एतत् सर्वं प्रथमाविभक्ति एकवचनमेव। गौः प्रथम एकवचनं, अश्वः इत्यपि प्रथम एकवचनं, पुरुषः अस्ति सर्वम् अस्तु। तर्हि अत्र गोपद अं पदाभ्यां भवति एव इत्युक्ते अत्र अश्वपदः नास्ति चेदपि अत्र द्वितीयाविभक्त्याम् अत्र अं पदं योजनेन अत्र गौः इति पदं निष्पन्नं भवति, न शक्ष्यमिदं गाम् इति पदं खलु, गाम् इति पदम्। तर्हि अत्र किमर्थम् अत्र गाम् इति पदमेव नास्ति, तर्हि किमर्थम् अत्र गाम् इत्यस्मिन् विषये चिन्तनम्? कर्मत्वं बोधयित्वा द्वितीयाविभक्ति, उदाहरणे गाम् इति न दत्तं खलु, न दत्तं सत्यं, तर्हि किमर्थं गाम् इति स्वीकृत्य चिन्तनम्? अस्तु अत्र केवलम् उदाहरणम् एव अस्ति इति मन्ये, अत्र किमपि विभक्ति सम्यकप्रत्ययः योजयामः चेत् तत्र कारकस्य बोधः जायते, परन्तु एकं कारकम् उदाहरणेन तत्र दर्शितमस्ति इति मन्ये। अत्र गौः इति केवलं कर्मकारकबोधाय अश्वपदस्य आवश्यकता नास्ति इति, गौः इति कर्मपदबोधकमेव नास्ति खलु, नास्ति सत्यं, गौः इति तु कर्तृपदकबोधकम् इति वा इति चिन्तनीयम्। अत्र पश्यतु एतेषु, अत्र पश्यतु, तत्र हि गौः अश्वः पुरुषः हस्ति इति चत्वारि पदानि एकत्र सन्ति, तदवबुद्धं। तदनन्तरम् एतेषु पदेषु न एकमपि नैकमपि स्वनिष्ठकारकबोधाय पदान्तरम् अपेक्षते इति वाक्यस्य वाक्ये चिन्तनं करोतु। अस्तु अत्र गौः अश्वः पुरुषः अस्ति, एतेषु न एकमपि पदं स्वनिष्ठकारकबोधाय इत्युक्ते स्वस्य स्वस्मिन् यः कारकम् अस्ति तस्य बोधनाय अन्यत्पदस्य अन्यत्पदं न अपेक्षते इति मन्ये। तर्हि गौः इति एव पदमस्ति चेदपि तन्निष्ठकारकबोधः भवति एव, तथैव अश्वः इति एव एक एव पदमस्ति चेदपि तन्निष्ठकारकबोधः भवति, तथैव पुरुषः। तत्र कारकं किम् इतोपि किञ्चित् चिन्तनीयं महोदय। अत्र पुस्तके यानि पदानि प्रयुक्तानि तान् उपयोगं न करोतु, इत्युक्ते प्रथमं वदतु, अहं प्रश्नान् पृच्छामि, गौः अश्वः पुरुषः अस्ति इत्यत्र कति पदानि सन्ति? वैयाकरणरीत्या तु चत्वारि पदानि, किन्तु न्यायरीत्या न्यायरीत्या तु अष्टपदानि। हा अष्टपदानि सन्ति खलु, एतेषु न एकमपि स्वनिष्ठकारकबोधाय पदान्तरम् अपेक्षते। तर्हि तत्र गौः इत्यत्र गो इति प्रातिपदिकं खलु, तद् पदं गो इति पदं, गो इति पदं स्वनिष्ठकारकबोधाय अश्व इति पदं न अपेक्षते इति अर्थः। तादृशम् अवगन्तव्यं, तदा अग्रे यः यद् यदुच्यते तत् समीचीन, तदा एव समीचीनं भवति। गौः इति पदम् अश्वः इति पदं न अपेक्षते इति वदामश्चेत् अत्र अग्रे यद् लिखितमस्ति तस्य अवबोधः न जायते। अस्तु, गो इति पदं, गो इति पदं, गो इति पदं, गौः इत्यत्र गोयोगः सु इति अस्ति, तत्र सु इति प्रत्ययस्य केवलं संख्या एव, एकवचनं सु इति प्रत्ययस्य प्रातिपदिकस्य यः अर्थः सः एव अर्थः, इतोपि अधिक अर्थः नास्ति। अपि च कर्तारं बोधितुं सु इति प्रत्ययः नास्ति, प्रातिपदिकार्थे अस्ति। प्रातिपदिकार्थे किमर्थम् इति चेत् अत्र कर्मणि कर्तरिप्रयोगे एव प्रथमाविभक्तिः भवति खलु, न वस्तुतः प्रयोग यद् अभिहितम् अस्ति तस्य प्रथमाविभक्तिः भवति क्रियापदेन यद् अभिहितमस्ति, यदुक्तमस्ति, हा यदुक्तमस्ति, यदभिहितमस्ति तस्य प्रथमाविभक्तिः भवति इति कृत्वा सु इति प्रत्ययस्य स्वयं किमपि कारकार्थः नास्ति। कर्तरिप्रयोगे कर्ता कर्तुः सु इति प्रत्ययः विधीयते, कर्मणि प्रयोगे कर्मणः सु इति प्रत्ययः विधीयते। तर्हि एतेषु नैकमपि स्वनिष्ठकारकबोधाय पदान्तरम् अपेक्षते इति चेत् एतेषु गो इति पदं स्वनिष्ठकारकबोधाय अश्व इति पदं नापेक्षते इति अवगम्य अग्रे पठति चेत् उदाहरणार्थम् अश्वपद अभावे अपि यदि गो इति शब्देन सह अम् इति प्रत्ययं योजयामः तदा गाम् इति रूपं भवति, तत्र गवी गोशब्दे विद्यमानकर्मत्वं बोद्धुम् अश्व इति पदं न अपेक्षते, केवलम् अम् इति पदमेव अपेक्षते। अपि च अम् इति पदं किम् अपेक्षते, केवलं गोशब्दमेव अश्वपदम्। तर्हि गो अपि च अम् अनयोः मध्ये एव सम्बन्धः अस्ति, गो अपि च अश्वः अनयोः मध्ये सम्बन्धः नास्ति इति उक्तम्। अस्तु अग्रे तुल्यं, तुल्यम् अश्वादिपदेषु तथैव अश्वः पुरुषः हस्ति इत्यत्रापि तादृशमेव, अश्वपुरुष हस्तिनिष्ठकर्तृत्वादिबोधः तत्तत्प्रकृतिप्रत्ययाभ्यां जायमानः न अन्यां गवादिप्रकृतिं कामयते, अतः पदान्तरपदेन अन्यप्रकृतेः ग्रहणे तदभावे अपि शाब्दबोधजननात् शाब्दबोधजननात् बोधजनकत्व अभावरूप आकाङ्क्षा न तेषु पदेषु, अतः तादृशपदसमुदायः न प्रमाणवाक्यं भवति। फलतश्च अव्यवहितोत्तरत्वसम्बन्धेन हम् आदिप्रत्ययेषु घटादिपदवत्ताज्ञानम् अव्यवहितपूर्वत्वसम्बन्धेन घटादिपदेषु अमादिप्रत्ययवत्ताज्ञानम् आकाङ्क्षितपदज्ञानं भवति इति इदमेव आकाङ्क्षाज्ञानमिति ख्यातं भवति शाब्दबोधं प्रति कारणम्। अस्तु, शाब्दबोधं प्रति आकाङ्क्षाज्ञानम् इति कारणं भवति यतोहि अत्र उदाहरणे गौः अश्वः पुरुषः हस्ति इत्यत्र एकमपि पदं स्वनिष्ठकारकबोधाय अन्यत्पदं न अपेक्षते। तर्हि अत्र प्रथमतया गौः गो अपि च अश्वः इत्यनयोः मध्ये कोऽपि सम्बन्धः नास्ति इति वयं चिन्तितवन्तः। गो अनन्तरम् अम्पदयोः मध्ये एव सम्बन्धः भवति, तेनैव गोनिष्ठं कर्मत्वम् इत्यस्य बोधः जायते। तथैव अश्वादिपदेषु अपि इत्युक्ते अश्वः इत्यत्र अपि अश्व इति प्रातिपदिकेभ्यः सु इति प्रत्ययस्य योजनेन एव तस्य अत्र प्रातिपदिकार्थः अस्माकं ज्ञायते. तर्हि तस्य कृते पुरुषः अथवा हस्ति इति अन्यानि पदानि न आवश्यकानि. तर्हि अश्वपुरुषहस्तिनिष्ठकर्तृत्वादिबोधः इति तेषां यः कर्तृकारकम् अस्ति अथवा क्षम्यतां प्रातिपदिकार्थे सुप्रत्ययः अस्ति, परन्तु ते कर्तृपदानि तानि कर्तृपदानि तस्य बोधः तत्तत् प्रकृतिप्रत्ययाभ्यां जायमानः. इत्युक्ते अत्र महोदय कर्तृपदानि इति मा वदतु, किमर्थमिति चेत् तत्र कर्तृपद आदि इति विद्यते खलु. कर्तृत्वादि आदिपदेन कर्मत्वं करणत्वं सम्प्रदानत्वं पादानत्वम् अधिकरणत्वं षट् कारकाणि स्वीकृतानि. तर्हि प्रत्येकस्मिन् पदस्य अनन्तरं यः प्रत्ययः आगच्छति तेन एव कारकाणां बोधः जायते, तस्मिन् कः कारकः इति. न अन्यान् गवादिप्रकृतिं कामयते, तर्हि तस्य कृते इत्युक्ते कर्तृत्वादिकारकाणां बोधस्य कृते अन्ये गवादिप्रकृतिम् इति अत्र गोः अश्वः पुरुषः हस्ति पुरुष हस्ति इत्यादि ये प्रकृति रूप पदानि सन्ति तेषाम् अपेक्षा नास्ति. अतः पदान्तरपदेन अन्यप्रकृतेः ग्रहणे तर्हि अन्यत् प्रकृतिपद अन्यानि प्रकृतिपदानि पदान्तरपदेन तेषां ग्रहणं न भवति. तदभावे अपि शाब्दबोधजननात् बोधजनकत्व अभावरूप आकाङ्क्षा न तेषु पदेषु. तर्हि प्रत्येकस्मिन् पदे आकाङ्क्षा नास्ति, तेषां स्वयमेव शाब्दबोधः तेषां परे यः प्रत्ययः भवति तेन एव शाब्दबोधः जायते. अतः बोधजनकत्व अभावरूप आकाङ्क्षा तेषु पदेषु नास्ति. अतः तादृशपदसमुदायः इत्युक्ते गौः अश्वः पुरुषः अस्ति तादृशपदसमुदायः प्रमाणवाक्यं न भवति. तर्हि फलितार्थः कः इत्युक्ते अव्यवहितोत्तरत्वसम्बन्धेन प्रत्येकस्मिन् कारके यः प्रत्ययः अस्ति तादृशप्रत्ययेषु घटादिपदवत्ता ज्ञानम् अपि च तादृश आकाङ्क्षितपदज्ञानं भवति. तथैव अव्यवहितपूर्वत्वसम्बन्धेन घटादिपदेषु अत्र आदिप्रत्ययवत्ता ज्ञानं भवति इति आगच्छति. तर्हि तादृश आकाङ्क्षाज्ञानम् इति एव शाब्दबोधं प्रति कारणं भवति इति फलितार्थः. अस्तु, तर्हि बहु किमपि अस्माभिः चिन्तितम्. अन्ततो गत्वा आकाङ्क्षा तयोः मध्ये भवति, महोदय वदतु. आकाङ्क्षा प्रकृति अपि च प्रत्यय इत्यनयोः मध्ये एव भवति. अपि च उत्तमं. पूर्वं किं लिखितमस्ति, पदयोः मध्ये आकाङ्क्षा खलु, पदे आकाङ्क्षा वर्तते इति अधीतम्. पदे विद्यमान आकाङ्क्षा अन्यत् पदम् अपेक्षते इति उक्तं. केवलम् अत्र पदम् इति वदामश्चेत् न पर्याप्तं, प्रकृतिप्रत्ययोः मध्ये आकाङ्क्षा. प्रकृत्योः मध्ये आकाङ्क्षा यदा कदापि न भवति, अथवा प्रत्ययोः मध्ये आकाङ्क्षा न भवति. द्वयोः प्रकृत्योः मध्ये गो इति प्रकृतिः, अश्व इति प्रकृतिः, तयोः मध्ये आकाङ्क्षा न भवति. अपि च अम् इति प्रत्ययः, ता इति प्रत्ययः, तयोः मध्ये आकाङ्क्षा न भवति. एकस्य एकयाः प्रकृत्याः आकाङ्क्षा अन्येन प्रत्ययेन सह, अथवा एकस्य प्रत्ययस्य एकया प्रकृत्या अन्यया प्रकृत्या एव भवति इति अवगन्तव्यम्. उत्तमम्. तर्हि इतोपि एकः, तर्हि अन्ततो गत्वा एतद् मनसि धातव्यम्, आकाङ्क्षा तयोः मध्ये आकाङ्क्षा कुत्र वर्तते, पदे वर्तते पदे वर्तते इति एकः द्वितीयम् एकस्मिन् पदे विद्यमान आकांक्षा अन्यत् पदम् अव्यवहितरूपेण पूर्वं वा परं वा अपेक्षते इति द्वितीयम् तत् पदं यत् पदं पूर्वं वा परं वा भवतु इति एकं पदम् आकाङ्क्षते तत् पदं यदि आकाङ्क्षा प्रकृतौ अस्ति तदा तत् प्रत्ययम् एव आकाङ्क्षते अपि च उत्तरमेव आकाङ्क्षते यदि आकाङ्क्षा प्रत्यये वर्तते तत् प्रकृतिमेव आकाङ्क्षते पूर्वमेव आकाङ्क्षते इति सङ्कुचितम् इति सङ्कुचितं तदेव आकाङ्क्षा अस्तु अग्रे इदानीं योग्यता इति अन्या सामग्री अस्ति तस्मात् पूर्वम् इतोपि एकः प्रश्नः समीचीनबोधार्थं तर्हि आकाङ्क्षा इति आकाङ्क्षानाम् इति किं महोदय आकाङ्क्षा अस्य आकाङ्क्षायाः लक्षणं मया न पृष्टं सामान्यतया किमर्थम् आकाङ्क्षाः आकाङ्क्षायाः विषये चिन्तनं शब्दबोधः जायते तेनैव शब्दबोधस्य कारणम् एकविधकारणम् सत्यं सामग्री कारणमस्ति खलु उत्तमं तर्हि अत्र इदानीम् आकाङ्क्षा अस्ति चेत् आकाङ्क्षा अस्ति चेत् शाब्दबोधः जायते वा आकाङ्क्षा नास्ति चेत् शाब्दबोधः जायते वा किं तत्र किं वक्तव्यम् आकाङ्क्षा अस्ति चेत् एव शाब्दबोधः जायते इति मन्ये अथवा आकाङ्क्षा पूरितः भवति चेदेव शाब्दबोधः जायते अपि च उचित उचितपदेन आकाङ्क्षा पूरितः भवति अत्र तर्हि इदानीं शाब्दबोधसमये आकाङ्क्षा भवेद् वा न वा शाब्दबोधस्थले आकाङ्क्षा भवेत् इति मन्ये चिन्तयित्वा वदतु अस्तु अहम् अन्यद् उदाहरणं ददामि अत्र घटः घटः इति कार्यं घटकार्यं जनयितुं कानि कारणानि अपेक्षितानि घटकार्यं जनयितुं कानि कारणानि अस्तु घटस्य समवायिकारणं किम् कपालः उत्तमम् असमवायिकारणं किम् असमवायिकारणं मृत्तिका इति वा न्यायवर्गे स्मः घटकपालयोः मध्ये संयोगः उत्तमम् असमवायिकारणं प्रथमविध असमवायिकारणं संयोगः कपालयोः मध्ये घटकपालयोः नास्ति कपालयोः मध्ये संयोगः कपालद्वयोः मध्ये कपालद्वयोः मध्ये संयोगः जायते सदैव प्रथमविध असमवायिकारणं द्वितीयविधम् असमवायिकारणं द्वितीयविध असमवायिकारणं समवायिनः स्थित्वा समवायिकारणं समवायं स्थित्वा समवायसम्बन्धेन कार्यं जनयति इति द्वितीयविध असमवायिकारणं कपालयोः मध्ये संयोगः न स्मरामि अधुना भवन् क्षम्यताम् अन्य कोऽपि वदतु यः जानाति This is bread and butter. अस्तु कपाले विद्यमान अन्ये गुणाः कपाले विद्यमानरूपम् अथवा कपाले विद्यमानसङ्ख्या कपालस्य परिमाणम् इति एतत् सर्वं द्वितीयविधसमवायिकारणं भवति, द्वितीयविध असमवायिकारणं भवति. नीलरूपम् इति वयम् उक्तवन्तः. हा, नीलरूपम् अथवा घटस्य परिमाणं, घटस्य परिमाणं, घटस्य परिमाणं कथं निर्णीयते. यदि 2 लिटर् घटं मया उत्पादनीयं चेत्, मया 2 लिटर् घटः मया उत्पादनीयः चेत्, तदा 1 लिटर् कपालः एव स्वीकरणीयः खलु. इति कृत्वा इदानीं कपाले विद्यमानपरिणामं घटस्य परिणामस्य कारणं भवति, द्वितीयविधे असमवायिकारणं भवति. भवतु, तर्हि समवायिकारणकरणम् अपेक्षितम्, असमवायिकारणानि अपेक्षितानि. ते कारणे विहाय अन्यकार अन्यानां कारणानां नाम किम्? निमित्तकारणं. तानि कानि इति एकवारं वदति वा घट उत्पादनार्थम्? अस्तु, तर्हि कपाल कुलालः इति एकमस्ति, मृत्तिका इति अस्ति. किं चक्रं मृत्तिका चक्रं? मृत्तिका त्यजतु, मृत्तिकायाः विषये न्यायवर्गे मृत्तिकायाः विषये न चिन्तनमेव कार्यं, कपालः एव कारणं खलु. हा, कपालः. अतः मृत्तिकायाः विषये न चिन्तनीयमेव. कुलालः इति सत्यं. हा, कुलालः एकम्. अनन्तरं चक्रं दण्डम् इति वयं चिन्तितवन्तः. हा, सत्यं. चक्रं दण्डः, चक्रे विद्यमानभ्रमणम् इति एतत् सर्वम् अधीतं. किन्तु तस्मादुपरि तत्र साधारणकारणानि इति अपि अधीतं खलु. एतानि सर्वाणि असाधारणकारणानि, किन्तु साधारणकारणानि कानि? साधारणकारणानि खलु. अत्र ये जानन्ति तैः वक्तुं शक्यते, केवलं मेघमहोदयेन एव वक्तव्यम् इति नास्ति. हा, उत्तमं. देशः, कालः, अनन्तरं ज्ञान इच्छा कृतिम् इति खलु ईश्वरे. कस्य? ईश्वरस्य. हा, उत्तमम्. ईश्वरस्य ज्ञान इच्छा कृतिः देशः, कालः, ईश्वरीयज्ञान इच्छा कृतयः इति पञ्च. इतोपि एकमस्ति, रागभावः इति खलु, रागभावः. उत्तमम्. प्रागभावः इति अस्तु. तर्हि इदानीं प्रागभावः इति कारणम् अपि च अत्र अन्यानि कारणानि, तत् तत्कारणं समवायिकारणं वा भवतु, असमवायिकारणं वा भवतु, निमित्तकारणानि वा भवन्तु, तयोः मध्ये भेदः कः? त्रयाणां मध्ये भेदः खलु. न, केवलम् अत्र प्रागभावः इति एकस्मिन् कोणे स्थापितम्. अन्यानि सर्वाणि कारकाणि कारणानि अनन्तरम् अन्यत्र स्थापितम्. अस्तु अस्तु. प्रागभावः कारणमिति अनित्यम् अस्ति. न, अत्र अनित्यत्वविषयेण चिन्तनीयम्. इत्युक्ते अनादि अस्ति, परन्तु तस्य अन्तः अस्ति, अनादि अस्ति. समीचीनं, किन्तु अन्तः भवति एव, अन्तः भवति एव, परन्तु आदि न भवति. अनादि अस्ति, तत् तद्यजेम. अत्र आदिः नास्ति इति कृत्वा अत्र महत्त्वं नास्ति. इत्युक्ते यस्मिन् क्षणे घटः जायते तस्मिन् क्षणे अन्यानि कारकाणि सन्ति वा न वा? सन्ति. हा, कपालः यस्मिन् क्षणे घटः जायते तस्मिन् क्षणे कपालः अपि अस्ति. तस्मात् पूर्वक्षणे अपि अस्ति, किन्तु यस्मिन् क्षणे घटः जायते तस्मिन् क्षणे कपालः अस्ति एव, अपि च कपालसंयोगः अपि अस्ति, कपाले विद्यमानरूपाणि परिमाणम् एतत् सर्वम् अस्ति, ईश्वरीय इच्छाकृति इच्छाज्ञानकृतयः सन्ति, कालं तदानीमपि अस्ति, देशः तदानीमपि अस्ति, किन्तु किं नास्ति? प्रागभावः नास्ति. हा, तर्हि प्रागभावः यावत्पर्यन्तं न नश्यति तावत्पर्यन्तं घटस्य उत्पादनं न भवति खलु. तर्हि अस्मिन् क्षणे चैत्रक्षणम् इति स्वीकुर्मः, चैत्रक्षणे यदा घटः जायते तस्मिन् तस्मात् पूर्वक्षणे प्रागभावः भवेत्, किन्तु यदा यस्मिन् क्षणे घटः जायते तस्मिन् क्षणे प्रागभावः नश्येत् तदा एव घटः जायते खलु. एवम् इदानीम् अस्मिन् क्षणे शाब्दबोधः जायते इति स्वीकुर्मः. शाब्दबोधः जायते अस्मिन् क्षणे, चैत्रक्षणे शाब्दबोधः जायते, तस्मात् पूर्वक्षणे पदज्ञानम् अपेक्षितमस्ति, आकाङ्क्षा अपेक्षितमस्ति, योग्यता अपेक्षितमस्ति, सन्निधिः अपि अपेक्षितमस्ति भवतु, किन्तु यस्मिन् क्षणे शाब्दबोधः जायते तस्मिन् क्षणे आकाङ्क्षा अपि भवेद्वा नश्येत् वा? नश्येत्, नश्येत्, आकाङ्क्षा पूर्वे एव भवेत्. हा, भवता उक्तं खलु आकाङ्क्षा यावत्पर्यन्तं न पूरितम् तावत्पर्यन्तं शाब्दबोधः न जायते, शाब्दबोधः न जायते, किन्तु यदा पूरिता, वस्तुतः अत्र पूरितम् इति पदम् अस्माभिः प्रयुज्यते, किन्तु पूरितं नाम किम् इति चेत् सः सा आकाङ्क्षा न भवेत्, नश्येत्. यथा प्रागभावः तथा आकाङ्क्षा नश्येत्. यदि नश्यति तदा एव शाब्दबोधः जायते. आकाङ्क्षा पदयोः मध्ये आकाङ्क्षा विना अथवा पदे आकाङ्क्षा नास्ति चेत् शाब्दबोधः न जायते. यथा घटस्य प्रागभावः नास्ति चेत् घटः न जायते, किन्तु यावत्पर्यन्तं घटस्य प्रागभावस्य नाशः न भवति तावत्पर्यन्तं घटः न उत्पद्यते. तथा अत्र पदे आकाङ्क्षा भवेत् किन्तु यावत्पर्यन्तम् आकाङ्क्षा न नश्यति तावत्पर्यन्तं शाब्दबोधः न जायते. अतः एव अत्र उक्तमस्ति बोधजनकत्व अभावरूपा आकाङ्क्षा न तेषु पदेषु. बोधजनकत्व अभावरूपा आकाङ्क्षा इत्युक्ते यावत्पर्यन्तम् आकाङ्क्षा नास्ति चेत् शाब्दबोधः न जायते. किन्तु आकाङ्क्षा यदि आकाङ्क्षायाः नाशः यदि न भवति तावत्पर्यन्तं शाब्दबोधः न भवति एव इति विशेषः सूक्ष्मविषयः अस्ति. यथा प्रागभावः नास्ति चेत् इदानीम् ईश्वरीय इच्छायाः ईश्वरे इच्छा जायते इति स्वीकुर्मः. ईश्वरी इच्छायाः प्रागभावः नास्ति इति कृत्वा एव इदानीम् ईश्वरी इच्छा जायते इति न वक्तुं शक्यते. सर्वदा अस्ति, अतः नित्यः इति उक्तम्. नित्यः इति उक्तम्, यस्य प्रागभावः नास्ति सः नित्यः. तर्हि एवम् अत्रापि यावत् अस्तु घटप्रागभावः एव नास्ति चेत्, यदि घटप्रागभावः एव नास्ति तर्हि घटः नित्यः भवति. घटः अस्ति एव तदा एव प्रागभावः नास्ति इति वक्तुं शक्नुमः. न सत्यं खलु, तर्हि घटस्य प्रागभावः एव नास्ति इत्यस्य इति वदामः चेत् तस्य अर्थः कः इति चेत् घटः नित्यः इति अर्थः. अस्तु, तर्हि घटस्य प्रागभावः इदानीम् अस्ति, कार्य उत्पत्तेः पूर्वक्षणे अस्ति, किन्तु यदि कार्य उत्पत्तिक्षणे अपि तद् तस्य नाशः अभूत्वा तस्य नाशम् अभूत्वा यदि सः तिष्ठति तदा घटः न उत्पद्यते एव तर्हि प्रागभावः भवेत् कार्यस्य प्रागभावः भवेत् कदा कार्योत्पत्तेः पूर्वक्षणं यावत् भवेत् किन्तु कार्योत्पत्तिक्षणे तद् नश्येदेव इति यथा वदेम तथा आकाङ्क्षापि पदे आकाङ्क्षा नास्ति चेत् शाब्दबोधः न जायतेव किन्तु यावत्पर्यन्तम् आकाङ्क्षा न नश्यति अथवा पूरिता न भवति तावत्पर्यन्तं शाब्दबोधः न जायते इति अत्र आकाङ्क्षा इति यथा प्रागभावः तथा अभावीयकारणमस्ति अभावीयकारणमस्ति अतः एव अत्र एवं लिखितं बोधजनकत्व अभावरूपा आकाङ्क्षा इति It's a very, very important sentence. You have to reflect on it a lot. Astu. Tarhi pade akanksha nasti che chabdabodha na jayate. Kintu yavat pariyantam akanksha na purita bhavati. Ityukte yavat pariyantam akanksha nashta na jata, tavat pariyantam chabdabodha na jayate. Tarhi chabdabodha, chabdabodha artham akanksha apekshita, तस्य ना तस्याः नाशः अपि अपेक्षितः उभयमपि अपेक्षितं यथा प्रागभावः नास्ति चेत् कार्यं न उत्पद्यते किमर्थं प्रागभावः कारणमस्ति निमित्तकारणमस्ति साधारणनिमित्तकारणमस्ति यावत्पर्यन्तं शाब्दबोधः अत्र प्राग घटस्य प्रागभावः नास्ति तावत्पर्यन्तं घटः न जायते अतः एव द्वितीयक्षणे इदानीं प्रथमक्षणे घट उत्पादक्षणे घटः जातः तस्य अग्रिमक्षणे अपि अन्यानि कारणानि सन्ति कपालः इदानीमपि अस्ति कपालसंयोगः अपि अस्ति कपाले विद्यमान अन्यानि अन्ये गुणाः अपि सन्ति ईश्वरीयज्ञान इच्छा कृतिः अस्ति अपि च कालः अस्ति देशः अस्ति तर्हि सर्वं सर्वाणि कारणानि सन्ति इति कृत्वा घट उत्पत्तेः अग्रिमक्षणे किमर्थं नूतनघटः न जायते इति चेत् प्रागभावः नास्ति किमर्थं नास्ति यत् पूर्वम् आसीत् तस्य नाशः जातः इति कृत्वा इति यथा तत्र उक्तं तथा अत्रापि आकाङ्क्षान् पदे नास्ति चेत् शाब्दबोधः न जायते किन्तु पूर्वक्षणं यावत् आकाङ्क्षा भवेत् शाब्दबोधजनकसमये आकाङ्क्षा नष्टा भवेत् तदा एव शाब्दबोधः जायते यदि आकाङ्क्षा तदानीमपि वर्तते तदा शाब्दबोधः न जायते इति मुख्यविषयः अस्ति अस्तु बहु समीचीनं तर्हि इदानीं योग्यतास्वरूपम् इत्यस्मिन् विषये चिन्तनं कुर्मः अग्रे सत्यभाम भगिनी पठति वा धन्यवादः महोदय धन्यवादः योग्यतास्वरूपम् पदनिष्ठधर्मत्वम् उक्त्वा अर्थनिष्ठं धर्मं उक्त्वा धर्मत्वं नास्ति पदनिष्ठधर्मम् उक्त्वा अर्थनिष्ठं धर्मम् आह अर्थाबाधा इति सत्यं प्रकृतिप्रत्ययौ अव्यवहितौ ज्ञातौ न तावता कश्चन विशेषम् अवगच्छामः न हि घटम् इति न वाक्यम् यत्र हि साकाङ्क्षयोः सान्निध्यं तत् भवत्येव वाक्यम् एवञ्च घटम् इत्यत्र शास्त्रदृष्ट्या वाक्यत्वसत्त्वे अपि न विशेषप्रत्ययायकत्वम् घटम् इति वाक्यश्रवणेन हि घटनिष्ठकर्मदा बोधे अपि तादृशकर्मदानिरूपकस्य धात्वत्वस्य भवति जिज्ञासा तादृशस्य योग्यस्य धात्वत्वस्य पदेन उपस्थितौ सत्या खडकर्मत्वं तत्र लभते अन्वयं तेन च विशिष्टबोधः यथा घटं नयति चैत्रः तेन च विशिष्टबोधः यदा घटं नयति चैत्रः इह च घटनिष्ठकर्मदानिरूपकः नयनरूपायोग्यः अर्थः नीधातुना बोधितः ततश्च घटनिष्ठकर्मत्वस्य नयनान्वयः युज्यते पदनिष्ठं धर्ममुक्त्वा इत्युक्ते पदे विद्यमानधर्मम् आकांक्षा इति परिच्छेदे यद् वयं पठितं तदेव उक्तम् अत्र तदुक्त्वा धर्म इत्यनेन किम् अवगन्तव्यं धर्म इदानीं कारकविषये वयं चिन्तितवन्तः खलु कर्मकारकं करणकारकं ते एव खलु सुबन्धप्रवृत्तेन यद् उक्तं तद् नास्ति वा अव्यवहित्वपूर्वत्वसम्बन्धेन किं न तस्य नाम किम् तस्य नाम किम् सम्बन्धस्य नाम न अपेक्षा इति आकाङ्क्षा अपेक्षा इति मया उक्तं दोषेण पदनिष्ठधर्मम् उक्त्वा अत्र पदनिष्ठधर्मं किम् आकाङ्क्षा आकाङ्क्षा किमर्थं पदनिष्ठधर्मम् आकाङ्क्षा कुत्र वर्तते पदे वर्तते इति कृत्वा आकाङ्क्षा इति धर्मः प्रकृते वर्तते इति कृत्वा क्षम्यतां पदे वर्तते इति कृत्वा पदनिष्ठं धर्मं किम् आकाङ्क्षा तदुक्त्वा इदानीम् अर्थनिष्ठधर्मं निष्ठं धर्मम् आह तदनन्तरम् अर्थनिष्ठधर्मम् उच्यते इति अर्थनिष्ठधर्मम् इत्युक्ते पदस्य अर्थः इति मम सत्यं सत्यं तस्मिन् विषये चिन्तनं प्रथमं शाब्दबोधे अस्माभिः किञ्चिदं पदज्ञानम् इति एका सामग्री अस्माभिः चिन्तितं खलु पदज्ञानं नाम किम् यदा खडम् इति उच्चारणीयं तदा तस्मिन् समये एकं मनसि एकं ज्ञानम् आत्मनि एकं ज्ञानम् उत्पद्यते तद् पदपदार्थयोः अस्मात् पदात् अयम् अर्थः बोधव्यः इति नास्ति तदेव पदज्ञानं नाम किम् अस्मात् पदात् अयम् अर्थः बोधव्यः इति ईश्वरसङ्ख्यः वदतु पदज्ञानं नाम किम् इति अहं घटम् इति पदं यदा श्रूयते तत्र खडपदस्य यः अर्थः मम आत्मनि जायते तदेव तस्य अर्थः कम्बुग्रीवादिमान् कश्चन पदार्थः अस्ति इति ज्ञानं पदज्ञानं नाम किम् इति चेत् पदम् अपि च पदार्थः अस्ति खलु पदम् अपि च पदार्थः तयोः मध्ये शक्तिः अस्ति पदपदार्थयोः मध्ये या शक्तिः अस्ति तस्याः शक्तेः ग्रहणं यदा क्रियते तदा पदज्ञानं जायते इति अवगतं खलु सा शक्तिः शक्तेः ग्रहणं पदपदार्थयोः मध्ये पदम् अपि च पदार्थः पदम् अपि च पदार्थयः पदार्थः तयोः मध्ये या शक्तिः इत्युक्ते पदे विद्यमानशक्तिः पदार्थं बोद्धुं या शक्तिः तस्य ग्रहणं या शक्तिः ईश्वर इच्छायाः विषयः सा तस्याः शक्तेः ग्रहणं यदा मया क्रियते तदा मयि पदज्ञानमस्ति इति अवबुद्धं खलु तर्हि शक्तिः कुत्र वर्तते शक्तिः पदे वर्तते तर्हि शक्तिः अपि पदनिष्ठं धर्मम् एवम् आकाङ्क्षा अपि पदनिष्ठं धर्मम् इदानीम् अर्थनिष्ठधर्मम् आह, शाब्दबोधार्थं कति सामग्र्यः अपेक्षिताः? प्रथम सामग्री शाब्दबोधं प्रति अस्ति, शाब्दबोधजनकत्वं तत्र किमपि अस्ति, तदनन्तरम् अपेक्षा योग्यता सन्निधिः इति अपेक्षा भगिनि आकाङ्क्षा आकाङ्क्षा आकाङ्क्षा योग्यता सन्निधि वाक्यज्ञानं प्रथमा सामग्री अस्ति पदज्ञानम् इति पदज्ञानं वाक्यज्ञानं पदज्ञानम् इति प्रथमा सामग्री अस्ति. अस्तु, पदज्ञानं कुत्र भवेत्? तद् पदे भवेत्. हा, पदे अस्ति पदज्ञानं, पदे अस्ति. एवम् आकाङ्क्षा कुत्र अस्ति? पदे अस्ति. हा, तर्हि इदानीं योग्यता कुत्र अस्ति? पदे अस्ति, पदस्य अर्थः एव खलु? न, पदे अस्ति नास्ति, पदार्थे अस्ति. अतः एव अत्र उक्तम् अर्थनिष्ठधर्मम् आह इति उक्तम्. पदार्थनिष्ठं धर्मं पदार्थे अस्ति योग्यता, न तु पदे, पदार्थे अस्ति योग्यता. किमर्थम् इति चेत् इदानीं घटमानय इति यदि अहं वदामि घटमानेतुं शक्यते खलु? एकनिमिषं महोदय, पदार्थे उपस्थितः इति, पदार्थम् उपस्थितः इति वदामः, तत्र अस्ति इति वदति वा? पदार्थे इति पदम् अपि च पदार्थम् इति पदद्वयोः मध्ये भेदः भवति, अवगतं खलु? आम् आम् अवगतम्. उदाहरणं प्रदर्शयतु. पदम् इति खडा इति वदामः, खकारः अकारः तादृशवर्णसमुदायः अस्ति खलु, तदेव मम मनसि आगच्छति. परन्तु पदार्थः इति वदामः चेत् तत् वस्तु अस्ति खलु, कम्बुग्रीवादिमान् तदागच्छति. सत्यं, तर्हि पदम् इत्युक्ते घट इति पदं केवलं वर्णस्य वर्णानां समूहः, किन्तु घट इति पदार्थमस्ति इति चेत् द्रव्यं, सप्तपदार्थेषु द्रव्यमस्ति. पदम् इत्युक्ते केवलं शब्दः, वर्णः वर्णानां समूहः, पदार्थः इत्युक्ते द्रव्यम् इति भेदः. तर्हि पदं वर्णानां समूहः इत्युक्ते वस्तुतः तद् सप्तपदार्थेषु पदं किम्? पदं द्रव्यमेव. पदं द्रव्यं वा नास्ति, शब्दम् अस्ति. शब्दः किं? गुणः. उत्तमं, तर्हि पदम् इति गुणः, पदार्थमिति द्रव्यम् इति भेदः. तर्हि इदानीं पदज्ञानं कुत्र अस्ति? पदे अस्ति, शब्दे अस्ति. अपि च आकाङ्क्षा कुत्र वर्तते? पदे वर्तते, पदे. हा, किन्तु इदानीं योग्यता कुत्र वर्तते इति चेत् पदे नास्ति, किन्तु पदार्थे अस्ति. तदेव बोद्धुं मया एकम् उदाहरणम् इदानीम् उक्तं, घटमानय इति यदि अहं वदामि घटमानेतुं शक्यते खलु? आं शक्यते. तर्हि अत्र घटम् इति पदार्थे द्रव्ये तादृशयोग्यता अस्ति, आनेतुं शक्यते, घटम् आनेतुं शक्यते. किन्तु इदानीं कालमानय इति यदि अहं वदामि, देशमानय अथवा ईश्वरमानय भवतु, अत्र पर्वतं मानय, मूर्तद्रव्यं वदामि, विभुद्रव्यं नित्यद्रव्यम् अहं न वदामि, पर्वतं मानय इति यदि अहं वदामि, पर्वतम् आनेतुं शक्यते किम्? अनुमानस्ति चेत् प्रायः नो चेत् न तर्हि इदानीं योग्यता कुत्र अस्ति इति चेत् पदे नास्ति, पदार्थे अस्ति. तदेव अत्र उक्तं धर्मदेश अर्थनिष्ठं धर्ममाह अर्थ अबाधः इति. तदेव तत्र मूलग्रन्थकारेण उक्तम् अर्थबाधः अर्थ अबाधः योग्यता इति उक्तम्. अस्तु अग्रे पठतु भगिनि. अर्थाबाध इति सत्यं प्रकृतिप्रत्ययो प्रत्ययौ अव्यवहितौ ज्ञातौ तद् वयं दृष्टवन्तः. भगिनी तत्र अग्रे गमनात् पूर्वम् अर्थाबाधः नाम किम् किम् अवगच्छति केवलं श्रुत्वा? अर्थ अर्थस्य बाधायाः अभावः, तस्य अर्थं बोध्यते चेत् तत्र योग्यता अस्ति इति पदपदार्थयोः मध्ये कश्चन. भगिनी एतावत्पर्यन्तं पदपदार्थयोः इति नास्ति, अत्र पदार्थे योग्यता. पदार्थे अर्थं बोधितुं सामर्थ्यम् अस्ति चेत् तत्र योग्यता अस्ति इति. एकनिमिषं भगिनि, अत्र किं लिखितमस्ति? अर्थ अबाधः बोधः इति न लिखितं, बाधः इति लिखितम्. अर्थ अबाधः अत्र प्रतिबन्धं नास्ति चेत् इति न लिखितम्. अर्थ अबोधः इति न लिखितम्, अर्थ अबाधः इति लिखितम्. तस्य अर्थः कः? बाधा इत्युक्ते प्रतिबन्धः नास्ति, नगेशन् अस्ति खलु, नास्ति इति अपगच्छति. तर्हि अर्थ अबाधः इत्युक्ते अर्थस्य अबाधः, अर्थस्य बाधस्य अभावः यथा भवता भवत्या उक्तं. तर्हि बाधः इत्युक्ते किम् इति एतावत्पर्यन्तं न अवगतम्. अस्तु तर्हि मूलग्रन्थकारेण अर्थ अबाधः योग्यता इति योग्यतायाः लक्षणं कृतम् भवतु. तर्हि इदानीं तस्मिन् विषये चिन्तनम् अग्रे पठतु. सत्यं सत्यं प्रकृतिप्रत्ययो प्रत्ययौ अव्यवहितौ ज्ञातौ. आकांक्षस्तरे एतत् प्रकृतिप्रत्ययौ अव्यवहितत्वसम्बन्धेन वयं ज्ञातवन्तः. न तावता कश्चन विशेषम् अवगच्छामः, एतावता कश्चन विशेषं न अवगच्छामः. यदि तावदेव प्रकृतिप्रत्ययौ अव्यवहितौ इति ज्ञानमस्ति चेत् न पर्याप्तं. न तावता कश्चन विशेषम् अवगच्छामः, तत्र इतोपि किञ्चित् अवगन्तव्यमस्ति. नहि खडमिति न वाक्यं, नहि खडमिति न वाक्यं, खडमिति न वाक्यं, न इति भवति वाक्यमस्ति. खडम् इति वाक्यम् इति अर्थः. वाक्यं किम् अत्र? खडम् इति वाक्यम्. नहि घटम् इति न वाक्यम् इति वाक्यस्य अर्थः कः? नहि घटम् इति न वाक्यम् इति न अपि अस्ति खलु. हीन हीन खडम् इति वाक्यम् इति वाक्यं वा न वा? घटमिति वाक्यमस्ति इति एव उक्तं. नहि घटमिति न वाक्यम् इत्युक्त्वा इत्युच्यते इति चेत् घटम् इति वाक्यम् इति अर्थः. तत्र न न इति द्विवारम् उक्तं, घटम् इति वाक्यमेव. घटम् इति वाक्ये कति पदानि सन्ति? पदद्वयं वर्तते, घटायोगः. आम्, तर्हि घट इति प्रकृतिः, अम् इति प्रत्ययः, तौ अव्यवहितौ. घटस्य घटपदस्य साक्षात् अनन्तरम् अब् इति प्रत्ययः, अम् इति प्रत्ययस्य साक्षात् पूर्वं घट इति प्रकृतिः. तर्हि घटम् इति वाक्यमेव वाक्यमेव, किन्तु घटम् इति वाक्यं तत्र आकाङ्क्षा पूरिता अस्ति, किन्तु केवलं घटम् इति शृणोति चेत् अर्थबोधः शाब्दबोधः जातः किम्? न जातः. तदेव विशेष अंशः किमपि नास्ति इति भवान् उक्तवान् खलु, केवलं भवति स्वचिन्तनं करोतु घटम् इति मया उक्तं घटम् इति उक्तं चेत् किम् अवगतं किं न अवगतम् खडम् इति कश्चन पदार्थः अस्ति इति ज्ञातं किन्तु तस्य प्रयोजनं किम् अनन्तरं किमपि भवेत् खलु तदा एव तस्य आवश्यकता इति ज्ञातुं शक्यते भगिनि इतोपि अर्थबाधः घटम् इति मया उक्तम् आम् प्रथमं घटम् इति श्रुत्वा किं किं भवत्या ज्ञातम् अत्र पदद्वयं वर्तते तयोः मध्ये अव्यवहितसम्बन्धः अस्ति इति ज्ञातम् आकाङ्क्षा अपि अस्ति तावदेव ज्ञातम् इति वदति चेत् कोऽपि न अवगच्छति सामान्यप्रश्नः मया क्रियते घटम् इति पदं श्रुत्वा भवत्या किम् अवगतम् घटम् इति कश्चन पदार्थः अस्ति इति ज्ञातम् ओहो तावदेव ज्ञातं वा यदि घटम् इति अनुक्त्वा घट इति तावदेव अहं वदामि तदा घट इति कश्चन पदार्थः अस्ति इति भवता ज्ञातं किन्तु घटम् इति मया उक्तं तस्मिन् विद्यमानकर्मत्वं तद् इति वक्तव्यं खलु तदपि अवगतम् तर्हि घटम् इति वाक्यं श्रुत्वा किम् अवगतम् इति चेत् घट इति पदे इति प्रकृतौ विद्यमानकर्मत्वं मया अवगतम् तावदवगतम् तर्हि तावदवगतं चेत् पर्याप्तं वा इति चेत् नास्ति इतोपि किञ्चित् वक्तव्यमस्ति वक्त्रा खलु तदेव अत्र उक्तं न हि घटमिति न वाक्यं घटमिति वाक्यं तत्र शाब्दबोधः घट इत्यत्र पदपदार्थयोः मध्ये सम्बन्धः अस्ति घट इति पदं घट इति पदार्थः घटे विद्यमानशक्तिः तदनन्तरम् अम् इति पदं घट अपि च अम् अनयोः मध्ये यः सम्बन्धः अस्ति तत्र आकाङ्क्षा तत्सर्वं गृहीतमस्ति किन्तु तावद् गृहीतं चेत् न पर्याप्तं शाब्दबोधार्थम् इतोपि किञ्चित् आवश्यकमस्ति अस्तु अग्रे पठतु यत्र हि यत्र हि साकाङ्क्षयोः सान्निध्यं तत् भवत्येव वाक्यं तत् आकाङ्क्षा प्रकृतिप्रत्ययोः मध्ये अस्ति इति कृत्वा तत्र सान्निध्यं तत् भवत्येव वाक्यम् इति अतः तत्र द्वयं प्रकृतिप्रत्ययौ द्वौ अपि अस्ति इति तयोः मध्ये आकाङ्क्षा अस्ति इति सान्निध्यं नाम किं सन्निधिः इति नाम किं व्यवधानं विना पदद्वयं वर्तते इति उत्तमम् इदानीं समीचीनतया उक्तवती अव्यवहितत्वं सान्निध्यं नाम अव्यवहितत्वं सन्निधौ अत्र घट इति पदम् अम् इति पदस्य सन्निधौ अस्ति एवम् अम् इति पदं घट इति पदस्य सन्निधौ अस्ति यत्र हि साकाङ्क्षयोः सान्निध्यं तद्भवत्येव वाक्यं यदि साकाङ्क्षपदयोः घटम् इति पदं घट इति पदम् अम् इति पदम् अपेक्षते खलु इति कृत्वा यदि तादृशप्रकृतिप्रत्ययौ स्तः तत्र वाक्यं भवत्येव तेन किमपि अर्थबोधः जायतेव किमर्थबोधः घट घटनिष्ठकर्मत्वम् इति अर्थबोधः जायते अस्तु अग्रे एवञ्च एवञ्च घटम् इत्यत्र शास्त्रदृष्ट्या वाक्यसत्त्वे अपि वाक्यत्वसत्त्वे अपि वाक्यत्वसत्त्वे अपि न विशेषप्रत्ययकत्वं प्रत्ययकत्वं प्रत्यायकत्वं प्रत्यायकत्वम् एवञ्च घटम् इत्यत्र शास्त्रदृष्ट्या वाक्यत्वसत्त्वम् अस्ति वाक्यत्वसत्त्वे अपि इत्युक्ते किं घटम् इति यदा वदामः तद् वाक्यमस्ति अतः घटम् इति वाक्ये वाक्यत्वमस्ति अस्ति तथापि तदापि न विशेषप्रत्यायकत्वं प्रत्यायकत्वम् इत्युक्ते न किञ्चित् अवशिष्टमस्ति अवबोधनार्थम् इत्युक्ते घटम् इति वदामः चेत् किमपि मया न अवबुध्यते इति न वक्तुं शक्यते घटमिति स्वयं वाक्यमस्ति अस्तु, तत्र अर्थबोधः जायते। कः अर्थबोधः इति चेत् घटे विद्यमानकर्मत्वम् अवबुध्यते, किन्तु इतोपि किञ्चित् अपेक्षते। अस्तु अग्रे, घटम् इति वाक्यश्रवणेन हि घटनिष्ठकर्मता बोधे अपि तादृशकर्मतानिरूपकस्य धात्वस्य भवति जिज्ञासा। घटम् इति वाक्यश्रवणेन हि घटनिष्ठकर्मता घटे विद्यमानकर्मत्वं बोधयति बुध्यते तादृशकर्मतानिरूपकस्य धात्वस्य जिज्ञासा। इदानीं घटे कर्मत्वम् अस्ति इति ज्ञानं भवति, तस्य कर्मत्वस्य निरूपकः कः इति जिज्ञासा उदेति। घटे विद्यमानकर्मत्वं केन धात्वर्थेन भवति इत्यत्र जिज्ञासा अस्ति। घटम् इति चेत् घटम् आनय इति नी धातोः अपेक्षिता अस्ति, अथवा घटं नाशय, किमपि इतोपि तत्र धात्वत्वस्य आवश्यकता जिज्ञासा भवति एव खलु। अस्तु अग्रे, तादृशस्य योग्यस्य धात्वत्वस्य पदेन उपस्थितौ सत्यां घटकर्मत्वं तत्र लभते अन्वयम्। तादृशस्य योग्यस्य धात्वत्वस्य पदेन उपस्थितौ सत्यम् इत्युक्ते यत् धात्वत्वस्य योग्यता अपेक्षितं धात्वर्थे अपि, तादृशस्य धात्वर्थस्य उपस्थितौ पदेन उपस्थितौ इत्युक्ते घटम् इति पदस्य समीपे कीदृश धातुर्थम् अपेक्षितम् इति अत्र प्रदर्शितमस्ति, तस्मिन् योग्यता भवेत् तदा एव कुत्र धात्वर्थे अपि। इदानीं घटम् आनय इति वदामः चेत् नी धातुना आनयनव्यापारानुकूलक्रिया कर्तुं क्रियाबोध जनयति, तादृशशक्तिः भवेत् इति। कर्मत्वं घटे विद्यमानकर्मत्वं निरूपणसामर्थ्यं धातोर्थे भवेत् इति सत्यं। तर्हि तादृशस्य योग्यस्य धात्वर्थस्य तर्हि इदानीं योग्यतानिरूपणं कुर्मः खलु, तदा अत्र पश्यतु तादृशस्य योग्यस्य धात्वर्थस्य पदेन सह उपस्थितौ सत्यां घटकर्मत्वं तत्र लभते अन्वयम्। इत्युक्ते इदानीं कर्मत्वस्य अन्वयः क्रियापदेन सह भवेत् खलु, यथा अस्माभिः पूर्वं दृष्टं, प्रथमं तत्र मुख्यविशेषः अस्ति, प्रथमाविभक्त्यां यत्पदमस्ति तद् तत्र मुख्यविशेष्यता, प्रथमाविभक्त्यां यत्पदमस्ति तस्मिन् विद्यमानमुख्यविशेष्यता केन निरूपिता इति चेत् क्रियापदेन निरूपिता। तदनन्तरं क्रियापदे या अत्र क्रियापदं किं निरूप्यते इति चेत् कर्मत्वं निरूप्यते अथवा करणत्वं निरूप्यते इति अस्ति खलु, तद् कारकाणि क्रियापदेन सह अन्वयः, तदनन्तरं क्रियापदस्य मुख्यविशेषेण सह अन्वयः इति अस्ति। तर्हि तत्र तादृशस्य योग्यस्य धात्वर्थस्य पदेन उपस्थितौ सत्यां घटकर्मत्वं तत्र लभते अन्वयम् इत्युक्ते घटम् इति उक्त्वा तदनन्तरम् आनय इति यदि अहं वदामि क्रियापदं वदामि, अत्र णि इति धातौ तादृश अत्र घटं घटे विद्यमानकर्मत्वं निरूपयितुं योग्यता अस्ति णि इति धातौ खलु, अस्ति योग्यता अस्ति। यदि घटं खादतु इति यदि अहं वदामि तस्मिन् योग्यता नास्ति नास्ति खलु घटं घटस्य खादनं कथं वा शक्यते मया इति कृत्वा तर्हि तत्र योग्यता भवेत् इति उक्तम्. अस्तु अग्रे तेन च विशिष्टबोधः अनेन विशिष्टबोधः उदाहरणमस्ति अग्रे यथा घटं नयति चैत्रः यदा घटं नयति चैत्रः इति वदामः चेत् चैत्रेण घटम् आनयनक्रिया कर्तुं शक्यते. इह च घटनिष्ठकर्मदानिरूपकः नयनरूपयोग्यः अर्थः नीधातुना बोधितः. अत्र नीधातुना घटे विद्यमानघटनिष्ठकर्मत्वनिरूपयितुं शक्यते, तस्य योग्यता अस्ति. अतः नयनरूप नीधातौ योग्यता अस्ति, अतः योग्यः इति अर्थाबाध इति बुध्यते. ततः च घटनिष्ठकर्मत्वस्य नयन अन्वयः युज्यते. नयन अन्वयः घटम् अपि च नयनं घट आनय अनयोः मध्ये अन्वयः भवति. तर्हि यद्यपि इति वाक्यं तस्मिन् वाक्यत्वम् अस्ति तथापि जिज्ञासा न पूरिता भवति. यावत्पर्यन्तम् अत्र कर्मत्वम् उक्तं खलु, कर्मत्वम् इति कारकं तत्र क्रियाजनकत्वं क्रिया अन्वयितुमेव कारकं. तर्हि कर्मत्वं कर्मत्वनिरूपकक्रियापदं योग्यक्रियापदं तत्र वक्तव्यं. घटनिष्ठकर्मतानिरूपकः नयनरूपः योग्यः अर्थः नीधातुना बोधितः. तर्हि यावत्पर्यन्तं नयति इति न वदेम तावत्पर्यन्तम् अर्थबोधः सम्पूर्ण अर्थबोधः न जायते, अर्थबोधः एव न जायते इति वक्तव्यं. घटम् इति श्रुत्वा घटनिष्ठकर्मता बोधः जायते, किन्तु केवलं घटनिष्ठकर्मता अवगता चेत् आकाङ्क्षा अत्र जिज्ञासा पूरिता न भवति. आकाङ्क्षा इति न वक्तव्यं, जिज्ञासा पूरिता न भवति. किमर्थम् इति चेत् कर्मत्वं केन क्रियापदेन निरूपिता भवति, स च क्रियापदं योग्यमस्ति वा अयोग्यमस्ति वा इति चिन्तनीयम्. अस्तु समीचीनं भगिनि, धन्यवादः. अग्रे रमेश महोदय पठति वा? परन्तु क्वचित् साकाङ्क्षाभ्यां प्रत्ययाभ्यां पदार्थ उपस्थितौ अपि तयोः अर्थयोः परस्परं सम्बन्धे अपि च तथा अविद्याभ्यां तथा विधाभ्याम् अन्य प्रकृतिप्रत्ययाभ्याम् उपस्थिताभ्यां तयोः सम्बन्धः न युज्यते. यथा मूलोक्त उदाहरणे वणिना सिञ्चति इत्यत्र तत्र क्वचित् साकाङ्क्षाभ्यां प्रकृतिप्रत्ययाभ्यां, तर्हि आकाङ्क्षा पूरिता भवति, प्रकृतिप्रत्ययः अस्ति. उदाहरणं स्वीकृत्य प्रदर्शयतु महोदय. वह्निना सिञ्चति इति उदाहरणमस्ति खलु, वह्निना सिञ्चति, तत्र वह्नि इति प्रातिपदिकम् अस्ति. अत्र प्रकृति इति वदतु, प्रातिपदिकमिति मा वदतु. प्रकृति वह्नि इति प्रकृति अस्ति, तस्मिन् वह्नि वह्नेः वने सह किमस्ति ठाभ्यां ठा इति प्रत्ययः अस्ति. सत्यं तर्हि प्रकृतिप्रत्ययौ स्तः, तर्हि आकाङ्क्षा पूरिता भवति तत्र. पदार्थवर्णिना सिञ्चति, सिञ्चति इति अपि यत् जिज्ञासा अस्ति, क्रियापदस्य यत् जिज्ञासा अस्ति तदपि सिञ्चति इति क्रियापदेन पूरिता भवति. तत्र पदार्थ उपस्थितिः अपि तयोः अर्थयोः परस्परः सम्बन्धः अस्ति. तथा विधाभ्याम् अन्यप्रकृतिप्रत्ययाभ्याम् उपस्थित अर्थाभ्याम् तयोः सम्बन्धः न उच्यते. तर्हि अन्यप्रकृतिप्रत्यय प्रत्ययौ कौ? सिञ्चति इति अन्यप्रकृतिप्रत्ययौ अस्ति. वर्णिना इति प्रथमम् अस्ति, प्रथम प्रकृतिप्रत्ययः अस्ति, सिञ्चति इति द्वितीयः अस्ति. उत्तमम्. तर्हि वह्निना इत्यत्र वह्नि इति प्रकृतिः, सा इति प्रत्ययः, तयोः मध्ये आकाङ्क्षा वर्तते. अतः वह्निना इति समीचीनं पदमस्ति. एवं सिञ्च इति धातुप्रत्ययः अस्ति, तस्मात् परं ति इति प्रत्ययः अस्ति, लट् प्रत्ययः अस्ति. तयोः मध्ये अपि अत्र आकाङ्क्षा वर्तते, सिञ्चति इति वक्तुं शक्यते लटि. तर्हि यद्यपि वह्निना इति स्वयं वाक्यं समीचीनमस्ति, सिञ्चति इति अन्यद्वाक्यं समीचीनमस्ति, किन्तु इदानीं वह्निना सिञ्चति इति तयोः वाक्ययोः मध्ये सम्बन्धः न युज्यते. तदेव अत्र लिखितं, सम्बन्धः न युज्यते. यद्यपि वह्निना इति वाक्यं समीचीनम्, अपि च सिञ्चति इति वाक्यं समीचीनं, तथापि वह्निना अपि च सिञ्चति इत्युक्ते वह्निना इत्यत्र यत् कर्मत्वमस्ति, वह्निनिष्ठकर्मत्वमस्ति, करणत्वं, क्षम्यतां, करणत्वमस्ति. वह्निना सिञ्चति इत्यत्र वह्निनिष्ठकरणत्वं, सिञ्च धातुना तत्र योग्यधातुः नास्ति. सिञ्च धातुना वह्निनिष्ठकरणत्वं न निरूपयितुं शक्यते इति क्लेशः. अस्तु, अग्रे पठतु महोदय. अत्र हि वह्निना इति प्रकृतिप्रत्ययौ साकाङ्क्षौ, ताभ्यां च वह्निनिष्ठकरणत्वबोधः. सिञ्चति इति क्रियापदं, तत्र च शिच् धातोः द्रवद्रव्यसंयोग अनुकूलः व्यापारः अर्थः, आख्यातस्य कृतिः अर्थः. एतत् सर्वं पूर्वमेव अधीतं खलु, अत्र नूतनं किमपि नास्ति, तदेव चित्रे दत्तम्. चित्रे दर्शितरीत्या उभयत्र प्रकृत्यर्थप्रत्ययार्थयोः अन्वयसम्भवे अपि धात्वर्थः वह्निनिष्ठकरणत्वं न अङ्गीकरोति, तस्य च जलनिष्ठकरणत्वम् आवश्यकम्. अतः साकाङ्क्षपदैः उपस्थितत्वे अपि यदा कस्यचित् पदार्थस्य अन्यपदार्थे भादज्ञानं भवति तदा न उदेति शाब्दबोधः. यथा तत्र दर्शितरित उभयत्र प्रकृतिप्रत्ययो अर्थयोः अन्वयसम्भवे अपि, तर्हि वह्निना इति यत् प्रकृतिप्रत्ययः अस्ति, अपि च सिञ्चति इति यत् प्रकृतिप्रत्ययः अस्ति, तत्र अन्वयसम्भवः भवति एव. धात्वर्थ वह्निनिष्ठकर्ण धात्वर्थे, तर्हि सिञ्चति इति धात्वर्थे वह्निनिष्ठकर्णत्वं तस्य तत्र वह्निनिष्ठकर्णत्वं न भवितुम् अर्हति. एकनिमिषम्, अन्वयसम्भवः तयोः मध्ये द्वे वह्निना इति यत् वाक्यमस्ति, अपि च सिञ्चति इति यत् वाक्यमस्ति, द्वयोः मध्ये अन्वयः इति नास्ति. अत्र पश्यतु उभयत्र प्रकृत्यर्थप्रत्ययार्थयोः अन्वयसम्भवे अपि वह्निना इत्यत्र वह्नि अपि च टाप् प्रत्ययोः मध्ये अन्वयः सम्भवति अपि च सिञ्चति इत्यत्र सिञ्च् इति धातुः शिच् इति धातुः अपि च ति इति प्रत्ययः तयोः मध्ये अन्वयः सम्भवति किन्तु अनेन धातुना वह्निनिष्ठकरणत्वं न अङ्गीक्रियते इति भेदः तर्हि अन्वयसम्भवः वह्निना अपि च सिञ्चति अनयोः मध्ये नास्ति वह्निः अपि च टाप् इति प्रकृतिप्रत्ययोः मध्ये मध्ये अन्वयसम्भवः भवति अन्वयः इत्युक्ते सामीप्यं खलु सम्बन्धः वह्निः योग टा इति कर्तुं शक्यते एवं शिच् योगः ति इति कर्तुं शक्यते तयोः मध्ये अन्वयसम्भवः अस्ति किन्तु उभयोः वाक्ययोः मध्ये अन्वयसम्भवः नास्ति किमर्थम् इति चेत् अत्र वह्निनिष्ठ अत्र शिच् इति धातुना वह्निनिष्ठकरणत्वं न अङ्गीक्रियते किमर्थम् इति चेत् अत्र द्रवद्रव्यसंयोग अनुकूलव्यापारः एव शिच् इति धातोः अर्थः वह्नौ द्रवत्वं नास्ति द्रवत्वं कुत्र अस्ति जले अस्ति हा तर्हि जले एव द्रवत्वमस्ति वह्नौ जलत्वं द्रवत्वं नास्ति इति कृत्वा जलेन सिञ्चति इति वदामश्चेत् समीचीनबोधः जायते अत्र योग्यता अस्ति किन्तु वह्निना सिञ्चति इत्यत्र वह्नौ द्रवत्वं नास्ति इति कृत्वा वह्नौ वह्निनिष्ठकरणत्वं सिच् धातुना न निरूप्यः भवति इति क्लेशः अस्तु अग्रे तस्य च अतः साकङ्क्ष अन्यपदार्थ भागेन तदा न अङ्गीकरोति तस्य च जलनिष्ठकरणत्वम् आवश्यकं तस्य च जलनिष्ठकरणत्वम् आवश्यकम् तस्य इत्युक्ते कस्य धातोः धात्वर्थस्य उत्तमम् अग्रे अतः साकाङ्क्षापदैः उपस्थित्वे अपि यदा कस्यचित् पदार्थस्य अन्यपदार्थे बाधज्ञानं भवति तदा न उदेति शाब्दबोधः तर्हि तत्र साकाङ्क्षपदैः साकाङ्क्षपदाः पदम् उपस्थितमस्ति तथापि ज्ञानं शाब्दबोधः न जायते किमर्थम् अत्र वह्निः निष्ठकर्णत्वं धातु न धातु अर्थः न अङ्गीकरोति इति तर्हि अत्र बाधज्ञानं केन कस्य बाधः जायते इति वदतु बाधा इत्युक्ते नेगेशन् खलु निराकरणं केन कस्य निराकरणं क्रियते अत्र शाब्दबोधस्य निराकरणं भवति न सामान्य अत्र शाब्दबोधः इति सामान्यमस्ति किन्तु अत्र पदचतुष्टयमस्ति वह्निः इति एकं पदं तस्मात् विद्यमान टा इति प्रत्ययः तदनन्तरं शिच् इति धातुः तदनन्तरं ति इति प्रत्ययः इति चत्वारि पदानि सन्ति वह्निः न सिञ्चति इत्यस्मिन् वाक्ये तत्र किं बाधकमस्ति किं बाध्यमस्ति शिच् इति बाधकः अस्ति वह्नि बाधकः बाधकः वह्निः इति अत्र शिच् इति बाधकः इति समीचीनं किन्तु बाध्यं किम् शिच् इति केवलं तत्र द्रवत्वम् एव द्रव्यत्वं संयोगः भवेत् एव वह्नौ तद् नास्ति तर्हि तद् बाधकं भवति वह्नेः बाधकं भवति वा अथवा वह्निनिष्ठकरणत्वस्य बाधकः भवति वा वह्निनिष्ठकरणत्वस्य बाधकः भवति. उत्तमं. तर्हि अत्र शिच् इति बाधकः वह्निनिष्ठकरणत्वं ताप्रत्ययः बाध्यः अस्ति. किमर्थं बाध्यम् इति चेत् वह्नौ द्रवत्वं नास्ति इति कृत्वा. अतः वह्नेः बाधकः इति न वक्तव्य. अत्र वह्निः बाध्यं नास्ति, ताप्रत्ययः करणत्वं बाध्यमस्ति. यद्यपि वह्निः अपि च टाप्रत्ययोः मध्ये साकाङ्क्ष अन्वयसम्भवः अस्ति, तथापि इदानीं शिच् इति धातुः अपि च ता इति प्रत्ययः, वह्नौ विद्यमानकरणत्वं बोद्धुं यः प्रत्ययः, तस्य बाधा भवति. अन्यपदार्थे बाधज्ञानं भवति. तर्हि ता इति प्रत्ययस्य यः अर्थः करणत्वं, तस्य बाधा भवति शिच् इति प्रत्ययेन. प्रत्ययेन न उदेति शाब्दबोधः यथा प्रकृते. अस्तु, अग्रे पठतु महोदय. शेके वह्निनिष्ठकरणत्वं निरूपकत्वसम्बन्धेन न अस्ति इति बाधज्ञानं सम्भवति, अतः न तत्र बोधः. बाधज्ञानं च हेत्वभासप्रकरणे प्रकरण उक्तम् एव तद् अभाववत्ता निश्चयः. तस्य तद्वता बुद्धिमात्रं प्रति प्रतिबन्धकत्वं तत् प्रकरणे साधितम् एव. तस्य च बाधज्ञानस्य अभावः अबाधः शाब्दबोधहेतुः. सेके वह्निनिष्ठकरणत्वं निरूपकत्वसम्बन्धेन न अस्ति बाधज्ञानं सम्भवति. सेके वह्निनिष्ठकरणत्वं सेके इति किम्? न बुद्धं महोदय, सेके इति पदं किमस्ति इति न बुद्धम्. अत्र शिच् इति धातुः अस्ति खलु, शिच्. शिच् इति धातुः, धातोः शः सः इति सूत्रेण शकारस्य मूर्धन्यशकारस्य सकारादेशः भवति सर्वत्र. अतः सिच् इति भवति. इदानीं सिच् इति धातोः अन्ते चकारः अस्ति. यदि स च सकारः पदान्ते अस्ति तर्हि तत्र कुत्वं भवति. भवतु, अत्र सेके इति इत्युक्ते शिच् इति धातौ इति अर्थः. शिच् इति धातौ, शिच् इति धातौ वह्निनिष्ठकरणत्वं निरूपकत्वसम्बन्धेन नास्ति बाधज्ञानं सम्भवति. निरूपकत्वसम्बन्धः न अस्ति इति बाधज्ञानं सम्भवति. सत्यं सत्यम्. अग्रे, अतः न तत्र बोधः. ज्ञानस्य न बोधः जायते. बाधज्ञानं च हेत्वाभासप्रकरण उक्तम् एव तदभाववत्ता निश्चयः. तदभाववत्ता निश्चयज्ञानम् अस्ति, तर्हि तस्य ज्ञानस्य बाधः भवति इति. हा, तत्र किञ्चित् वदतु. तदभाववत्ता निश्चयः एव, अत्र हेत्वाभासः कति विधाः? पञ्चविधाः सन्ति इति अस्ति अधीतं खलु. तद् अभाववत्ता निश्चय, तद् अभाववत्ता निश्चय एकविधमस्ति. तद् अभावव्याप्यवत्ता व्याप्यवत्ता तद् अभावव्याप्यवत्ता इति. अत्र हेत्वाभासः कति विधाः प्रथमं तद्वदतु. यः कोऽपि जानाति सः वदतु. बाधः इति एकमस्ति, तादृशं केवलं पञ्चविधः. पञ्चविधः, पञ्चविधहेत्वाभासाः सन्ति. तेषु एकविधः अस्ति बाधः इति बाधः नाम किं तद् अभाववत्ता निश्चयः एव हेत्वाभासः खलु तद् अभाववत्ता इति इत्युक्ते किं तद् इत्यनेन किम् अवगन्तव्यम् तद् अनेन हेतुः अवगन्तव्यः हेतोः तद् इत्यनेन हेतुः तद् अभावः हेतोः अभावः हेत्वभावः हेतु अभाववत् हेत्वभाववान् हेत्वभाववान् किम् हेतुः कुत्र भवेत् पक्षे भवेत् खलु समीचीनं हेतुः पक्षे एव भवेत् यस्मिन् साध्यमपि भवेत् तद् इत्यनेन हेतुः अथवा साध्यम् उभयमपि स्वीकर्तुं शक्यते साध्यम् अथवा हेतुः तद् इत्यनेन यदि हेतुः स्वीकुर्मः तद् अभावः हेतोः अभावः हेत्वभाववत् इति पक्षः अथवा हेत्वभाववान् पक्षः तर्हि हेत्वभाववत्त्वं कुत्र अस्ति पक्षे अस्ति यदि हेतुः पक्षे यदा कदापि न भवति इति निश्चयः अस्ति चेत् तदा अनुमानस्य बाधः जायते खलु तादृशज्ञानं प्रतिबन्धकं भवति एवं साध्यं तद् इत्यनेन साध्यमपि स्वीकर्तुं शक्यते तद् इति साध्यं तदभावः इत्युक्ते साध्य अभावः साध्य अभाव तद् अभाववत् इत्युक्ते साध्य अभाववान् सचित् किं पक्षः पुनः यदि पक्षे अत्र ह्रदः इति स्वीकुर्मः पक्षः ह्रदे ह्रदः वह्निमान् धूमात् ह्रदः वह्निमान् धूमात् इति अनुमानं यदि अहं कर्तुम् इच्छामि तत्र साध्यं किं वह्निः वह्निः ह्रदो यदा कदापि भवति वा ह्रदे न भवति खलु ह्रदे वह्निः यदा कदापि भवति किमर्थमिति चेत् ह्रदजलयोः मध्ये विरोधः अस्ति इति कृत्वा तादृशनिश्चयः अस्ति मम तर्हि तादृशनिश्चयात्मकं ज्ञानं प्रतिबन्धकं भवति कं प्रति अनुमानं प्रति किम् अनुमानं प्रति ह्रदः वह्निमान् धूमात् इति अनुमानं प्रति ह्रदः वह्नि अभाववत् ह्रदे वह्नि अभाववत्ता इति निश्चयज्ञानं स च निश्चयज्ञानं प्रमात्मकं वा भवतु भ्रमात्मकं वा भवतु किन्तु निश्चयः अस्ति चेत् सः निश्चयः यथा प्रतिबन्धकं भवति अनुमानं प्रति किम् अनुमानं ह्रदः वह्निमान् इति अनुमानं प्रति यथा प्रतिबन्धः भवति तथा अत्रापि अत्रापि इति किं वदतु इदानीं तत्रापि वा महोदय न यथा अनुमानस्तरे बाधः इति एकविधहेत्वाभासः एवम् अत्र योग्यता अपि बाधां करोति खलु इदानीं वह्निना सिञ्चति इत्यत्र कथं बाधा जायते इति निरूपयतु तत्र वह्निना यदा कदापि सेचनक्रिया न कर् सेचनक्रियायाः कारणत्वं न भवितुमर्हति इति तद् बाधः सत्यं सत्यम् उत्तमं तर्हि सेचनं नाम किम् यस्मिन् द्रव्ये द्रवत्वमस्ति तद्द्रव्यं स्वीकृत्यैव सेचनं कर्तुं शक्यते इति निश्चयः अस्ति खलु तद् निश्चयात्मकं ज्ञानं किं भवति प्रतिबन्धकं भवति वह्नौ द्रवत्वं नास्ति अतः वह्निनिष्ठकरणत्वं सेचनक्रियाम् अथवा सेचनक्रियां वह्निनिष्ठकरणत्वं यदा कदापि न निरूपयति इत्युक्ते तदभाववत्तानिश्चयः इदानीं तदभाववत्तानिश्चयः इत्यस्मिन् विषये वदतु तदेव मया पृष्टम् तद् अभाववत्ता निश्चयमुद्रया न बुद्धं महोदय तद् इत्युक्ते किम् हा इति वक्तव्यम् इति वक्तव्यं वह्निना सिञ्चति इत्यत्र तद् अभाववत्ता निश्चयः कः यः निश्चयः प्रतिबन्धकं भवति शाब्दबोधं प्रति वह्निना सेचनक्रिया वह्निना सेचनक्रिया यदा कदापि न भवति इति तद् इत्यनेन किं स्वीकर्तव्यम् तद् इत्यनेन वह्निना सेचनक्रिया तद् अभाववत्ताया सेचनक्रियायाः अभावः वा योग्यता योग्यता योग्यता अस्तु मेहुल् महोदय भवान् प्रयत्नं करोतु अहं चिन्तयामि तद् इत्यनेन योग्यता इति भवति खलु नास्ति अत्र कः निश्चयः अस्ति वह्निना सिञ्चति इति यदि अहं वदामि भोः मया न कर्तुं शक्यते इति भवान् वदति तर्हि किमर्थं न शक्यते इति वदति अत्र कः निश्चयः अस्ति यः निश्चयः प्रतिबन्धकं भवति रमेश् महोदयेन उक्तमेव आसीत् पूर्वम् द्रवद्रव्यसंयोगानुकूल अभावः अस्ति इति अत्र सर्वं न वक्तव्यं समीचीनचिन्तनमस्ति किन्तु अत्र द्रवत्वं वह्नौ द्रवत्वं नास्ति इति निश्चयः अस्ति खलु तर्हि तद् इत्यनेन द्रवत्वमिति स्वीकुर्मः द्रवत्वं तद् इत्यनेन द्रवत्वं तद् अभावः द्रवत्वस्य अभावः द्रवत्व अभावः द्रवत्व अभाववान् कः वह्निः हा तर्हि द्रवत्व अभाववत्ता निश्चयः कुत्र वह्नौ हा तर्हि वह्नौ द्रवत्वं नास्ति इति निश्चयज्ञानं मयि अस्ति इति कृत्वा वह्निना सिञ्चति इति यदि मां प्रति कोऽपि वदति भोः भवान् किं वदति कथं वा मया कर्तुं शक्यते इति प्रश्नः उदेति खलु इति कृत्वा तदभाववत्तानिश्चयः इत्युक्ते द्रवत्व अभाववत्तानिश्चयः वह्नौ द्रवत्व अभाव वह्नौ द्रवत्व अभाववत्तानिश्चयः मयि वर्तते स च निश्चयः प्रतिबन्धकं भवति कं प्रति शाब्दबोधज्ञानं प्रति शाब्दबोधः शाब्दबोधः वह्निना सिञ्चति इति मया श्रुतं सम्यक् श्रुतं वह्नी अपि च टाप् प्रत्ययः तयोः मध्ये अन्वयः अस्ति एव अपि च शिच् अपि च ति इति प्रत्ययोः मध्ये अन्वयः अस्ति एव तर्हि आकाङ्क्षापूरिता पदज्ञानमपि अस्ति वह्नी इति पदस्य अर्थः कः वह्नी इति द्रव्यम् इति मया ज्ञातं ता इति प्रत्ययस्य करणत्वम् इति ज्ञातं शिच् इति धातोः द्रवद्रव्यसंयोग अनुकूलव्यापारः इति पदज्ञानमपि मयि अस्ति ति इति प्रत्ययस्य वर्तमानकालः इति आख्यात कृतिः इति अपि मया ज्ञातं चैत्रनिष्ठकृतिः इति ज्ञातं तर्हि पदज्ञानानि मयि सन्ति आकाङ्क्षा अपि पूरिता तथापि अत्र अर्थबोधः न जायते किमर्थम् इति चेत् वह्नौ द्रवत्व अभाववत्ता निश्चयः मयि अस्ति वह्नि वह्नौ द्रवत्वं नास्ति इति निश्चयः मयि अस्ति इति कृत्वा वह्निना सिञ्चति इति ज्ञानं शाब्दबोध इति वाक्यं श्रुत्वा शाब्दबोधः न जायते अहं तथैव तिष्ठामि यदि मम गुरुः आज्ञां प्राप आज्ञां ददाति वह्निना सिञ्चतु इति अहं तथैव तिष्ठामि किं भवता न श्रुतं? मया श्रुतं, तर्हि किमर्थं मम आज्ञायाः पालनं न करोति इति चेत् न अवबुध्यते. किं न अवबुध्यते? वह्निः इत्युक्ते किम् इति अवबुध्यते खलु. आम्, ता इति प्रत्यस्य करणत्वम् अवबुध्यते खलु. आम्, सिच् इति धातोः अर्थः अवबुध्यते खलु. आम्, पि इति प्रत्यस्य अवबुध्यते खलु. आम्, तर्हि सर्वं भवता अवबुद्धम्. अत्र आकाङ्क्षा अभिपूरिता, किमर्थं भवान् कार्यं करोति? भोः द्रव्यत्व द्रवत्व अभाववत्ता निश्चयमपि अस्ति, वह्नौ द्रवत्वं नास्ति इति मया ज्ञायते, तर्हि कथं वा सेचनं मया कर्तुं शक्यते इति शाब्दबोधः न जायते, तर्हि तदेव योग्यता इति उक्तम्. अस्तु, समयः जातः, अत्र सगेम, अग्रिमे वर्गे इतोपि अग्रे सगेम. सर्वेभ्यो नमस्कारः, धन्यवादश्च.